हरिः ओम् किं वदामि, वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा, श्रीगुरुभ्यो नमः। गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। हरिः ओं गुरुभ्यो नमः। हरिः ओम् अस्तु महोदय, धन्यवादः भगिनी, सर्वेषां स्वागतं। धन्यवादः भगिनी, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः इदानीं नूतनविषयः अस्ति, णत्वम् इति। तत्र वयं श्लोकान् पठितवन्तः, अपि तत्र णकारः कुत्र अस्ति इति तदपि किञ्चित् परिशीलितवन्तः, किन्तु णत्वम् इति साक्षात् तस्य विचारम् अध्ययनं भवति, यतोहि तत्र पत्रमस्ति, पत्रं पठित्वा अवगत्य तदनन्तरं तत्र णत्वस्य अभ्यासान् कुर्मः। अस्तु, तर्हि अद्य तत्र प्रथमतया पत्रं शुभभगिनी आरम्भं करोति वा? म्यूट् मध्ये अस्ति महोदय। आमाम् आम्, तर्हि तत्र पुत्रस्य पितुः प्रति तत्र किं किं किं वदामः तत्र महोदय, पिता पिता पुत्रं लिखति, पिता पुत्रं लिखति, अस्तु, पितुः पुत्रं प्रति, पितुः पत्रं, पितुः पुत्रम् अस्तु उद्दिश्य, पुत्रमुद्दिश्य, पुत्रमुद्दिश्य, आम्। प्रियवत्स सुधीर, हार्दाः शुभाशयाः, भवतः पत्रं प्राप्तं, गृहात् प्रथमवारं दूरस्थे नगरे छात्रावासे वसतः भवतः कुशलं ज्ञातं, महाविद्यालये पठने व्यग्रः सन्नपि भवान् प्रतिदिनं धावनं करोति, मित्रैः सह कण्डोलकन्दुकम् इत्युक्ते तत्र बास्केट्बाल् क्रीडति, सङ्गीतप्रेमिणां गणे अपि भागः वहति, इत्येतत् सर्वं ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टाः। भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः विषयः अस्ति इति एतत् मम आनन्दं जनयति। तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रैति यत् एषः तु दुग्धशर्करायोगः इति। महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति इति सा मन्यते। सुहृदः अस्तु, सुहृदः भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति, तत्र पुनः केचन कक्ष्यां प्रति गन्तॄन् उपहसन्ति, इत्युक्ते कक्ष्यां प्रति गन्तॄन् ये कक्ष्यां प्रति गच्छन्ति ते गन्तॄन् उपहसन्ति, इत्येतस्तु यथा भवतः तथा ममापि खेदकारी विषयः, परन्तु अत्र भवतः मित्राणां न दोषः, यतः ते न जानन्ति यत् मानवताविकासे विश्वाभ्युदये च गीता कथम् उपकरोति। गीता तु अतीव प्राचीनः ग्रन्थः, तस्य पठनेन अद्य को वा लाभः, विशिष्य यूनां इत्येवं बहवः प्रश्नाः स्युः तेषाम्। उपनिषदः पठामि वा अग्रे? पठतु पठतु भगिनि. उपनिषदः भगवद्गीता ब्रह्मसूत्रं च प्रस्थानत्रयम् इति कथ्यते. एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य आधारभूताः सामान्याः च. उपनिषदः यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति. भगवद्गीता उपनिषदां सारः इति कथ्यते. वेदेषु कर्मकाण्डः ज्ञानकाण्डः च इति भागद्वयं वर्तते. ज्ञानकाण्डस्य अन्यत् नाम एव वेदान्तः अथवा उपनिषत्. अस्तु, समीचीनं भगिनी. इदानीं तत्र वेदभगिनी अग्रे पठति वा? कुत्र स्थगितवती भगवती? भवती वेदान्त उपनिषद् इति शब्दस्य उपनिषद् इति शब्दस्य श्रवणमात्रेण एव पवित्रा सरस्वती नदी, गङ्गानदी च उत्तुङ्गानि हिमशिखराणि, साधुस्वभावाः तपस्विनः वनभूमिषु प्रतिष्ठिताः, ऋष्याश्रमाः, पक्षीणां कलरवः, वृक्षच्छाया, पुष्पाणां सुगन्धः, अध्यापनपराः ऋषयः, अध्ययनशीलाः शिष्याः चेति बहुविधं चित्रं बुद्धिपथम् आयाति. अतः एव तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः, व्यवहारप्रपञ्चात् दूरं धावनं, कुटुम्बस्य परित्यागः, स्वकर्तव्यस्य च त्यागः इति चिन्तनं सुक्षितानाम् अपि भवति. किं पुनः साधारणानां? पाण्डुपुत्रः अर्जुनः अपि तथैव चिन्तितवान्. अतः एव रणाङ्गणे अहं युद्धं न करोमि, राज्यं न इच्छामि, सुखं न इच्छामि, तस्मात् सन्न्यासः एव वरम् इति उक्तवान्. एतत्तु अत्यन्तं विपरीतचिन्तनम्. एषा तत्त्वज्ञानविषयिणी महती भ्रान्तिः. तां समूलम् उत्पाटयति वेदस्वरूपः भगवान् श्रीकृष्णः गीताद्वारा. महाभारतयुद्धभूमौ सः स्वयम् अर्जुनं तत्त्वं बोधयति. जीवनं केन प्रकारेण करणीयं, केन हेतुना कर्म आचरणीयम् इति च उपदिशति. अग्रे पठामि वा? पठतु पठतु. त्वम् एतौ गीताश्लोकौ स्मरसि खलु? क्लैभ्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते, क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठ परन्तप. हतो वा प्राप्स्यसि स्वर्गं, जित्वा वा भोक्ष्यसे महीं. तस्माद् उत्तिष्ठ कौन्तेय, युद्धाय कृतनिश्चयः. जगति यां काञ्चित् वृत्तिम् अवलम्बमानाः अपि भगवद्गीतातः प्रेरणां प्राप्तुम् अर्हन्ति. भगवतः अंशोऽस्मीति यदि धीवरः अवगच्छति तर्हि सः धीवरेषु एव श्रेष्ठः भवति. विद्यार्थी अपि विद्यार्थिषु एव श्रेष्ठः भवति. तथैव कश्चित् अधिवक्ता अपि इति सन्दिष्टवान् स्वामी विवेकानन्दः. मित्राणां सन्देहनिवारणे एते विषयाः भवतः सहायं कुर्युः इति आशासे. भवता कदा दूरभाषा प्राप्येत, कदा भवतः ध्वनिः श्रूयेत इति वयं प्रतीक्षमाणाः स्म. दूरभाषा प्राप्यते चेदपि पत्रलेखनं मा परित्यज्यतु. भवतः माता भवता लिखितानि पत्राणि पुनः पुनः पठन्ति भवति. शुभाशिषः भवतीयः तातः. उत्तममस्ति खलु भगिनि? बहु उत्तमम्. अस्तु, तर्हि इदानीं तत्र पङ्क्तिशः पश्यामः. तर्हि भगिनि महोदय, तत्र प्रियवत्ससुधीर हार्दा शुभाशयाः इति भवतः पत्रं प्राप्तं तत्र इत्युक्ते तत्र सर्वम् उक्तं वक्तव्यं वा अथवा निजन्तरूपाणि एव खलु महोदय? निज क्षम्यतां निजन्तरूपाणि किञ्चित् वदतु भगिनि, तत्र व्याकरणविषयः किञ्चित्, यतोहि तत्र उत्तमानि वाक्यानि सन्ति अत्र, अतः तेषाम् आकृतिः यदि अस्माभिः ज्ञाता भवति उत्तमं भवति. नाम तत्र एतादृशानि वाक्यानि वयमपि यदि रचयितुं शक्नुमः समीचीनं भवति. अतः तत्र वाक्यस्य आकृतिः अपि तत्र द्रष्टव्या एव. आम् आम् हा, इत्युक्ते तत्र भारतदेशे यदा पूर्वं यदा पत्रं लिखन्तः स्मः वयं तदा एतादृशमेव लिखितवन्तः. इत्युक्ते तत्र शुभाषायाः प्रथमं तत्सर्वम् अपि च पूज्य पितः एतत् सर्वम् अथवा मातः एतत् सर्वं लिखितवन्तः. प्रिया इति सर्वे सन्तुष्टाः सन्ति वा, कुशलं वा इति, कुशलं वा एतत् सर्वं. In Tamil, we used to write like Kshemam, starting with Kshemam, we will start like that. Yoga Kshemam Matava. Yatohi yata tatra patram praapyate tada sarvam kushalam bhotu iti asmakam icha api asti, chintam api asti. हा अस्तु, तर्हि भवतः पत्रं प्राप्तम् इत्युक्ते तत्र भवतः इति षष्ठी, प्राप्तम् इति तु तत्र पत्रम् इति नपुंसकलिङ्गे भवति, अतः प्राप्तम् इति भवति. अपि च गृहात् प्रथमवारं दूरस्थे नगरे, हा तत्र दूरस्थे नगरे इत्युक्ते दूरस्थः अथवा दूरस्था दूरस्थम् इति भवति. नगरं नगरः अथ नगरम् इति नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्गे अस्ति, अतः तत्र दूरस्थं नगरं तदनन्तरं सप्तमी, दूरस्थे नगरे इति दूरं स्थितस्य अथवा दूरं स्थितं नगरम् इति. छात्रावासे वसतः भवतः, हा तत्र वसतः भवतः इत्युक्ते तत्र शत्रुप्रत्ययः वसतः भवतः इति हा विशेषणं विशेषभावः. कुशलं ज्ञातम् इत्युक्ते अस्माभिः ज्ञातं, कुशलं ज्ञातम् इत्युक्ते यत् अस्माभिः ज्ञातं यत् भवान् कुशलं कुशली अस्ति इति. स्त्रीलिङ्गे कुशलिनी इति भवति, भवान् हा कुशली अस्ति इति. महाविद्यालये पठने व्यग्रः सन्नपि, तत्र व्यग्रः इत्युक्ते तत्र यस्मिन् अर्थे भवति इति चेत् तत्र बहु उद्युक्तः लीनः लीनः अपि व्यस्तः व्यस्तः व्यस्तः व्यस्तः इति अपि समीचीनं वा? व्यस्तः तत्र सामान्य अर्थः भवति इति मन्ये भगिनी. व्यस्तः इत्युक्ते कस्मिन्नपि विषये अहं व्यस्तः आसन् इति. तत्र व्यग्रः इत्युक्ते अतीव रीत्या इमर्स् हा व्यग्रः. तस्य उत्पत्ति किं, कि धातु किम् अस्ति तत्र, किं वि अग्र इति मन्ये प्रायशः वि अग्र व्यग्र इति. व्यग्र इत्युक्ते तत्र किं भवति, रेस्ट्लेस् इति अस्ति, रेस्ट्लेस् रेस्ट्लेस् अपि च इण्टेण्ट् आन् इदानीं पश्यन्ति अस्मि, इण्टेण्ट् आन् स्टडिङ्ग् करेक्ट्, हा इण्टेण्ट् आन् करेक्ट् इति. अपि च हा अत्र बहु तत्र तस्मिन्नेव मग्नः, तस्मिन्नेव मग्नः इति भवेत् खलु भगिनि. तत्र मग्नः अतीव मग्नः इति प्रायशः भवति तत्र. नाम तत्र यत् डन् संस्कृत् मध्ये अस्ति तत्र प्रायशः एङ्ग्रास्ड् अथवा जेलस् इङ्ग्रास् प्रायशः अथवा इण्टेन्स् आक्युपेशन् इति तादृश तर्हि अतः व्यग्रः सन् अपि इत्युक्ते व्यग्रः सन् सन् प्रत्ययः तत्र अपि व्यग्रः अस्ति चेदपि भवान् प्रतिदिनं धावनं करोति मित्रैः सह कण्डोलकन्दुकं बेस्केट् बाल् इति दत्तमेव कण्डोला इत्युक्ते तत्र बेस्केट् लैक् इति भवति तत्र क्रीडति हा क्रीडति सङ्गीतप्रेमिणा तत्र णत्वपदम् अस्ति इत्युक्ते सङ्गीतप्रेमी न इति प्रथमम् अस्ति तत्र प्रा इत्यस्य रेफस्य निमित्तात् अपि च मध्ये तत्र मकार इकार बाधकवर्णः न भवन्ति इत्यतः णत्वं भवति अतः सङ्गीतप्रेमिणाम् इति भवति तत्र सूत्राणि आगच्छन्ति तत्र प्रा तत्र तु अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रेण भवति गणे अपि भागं वहति इति इत्युक्ते तत्र सङ्गीतप्रेमिणां गणे अपि इत्युक्ते सः सङ्गीतम् अपि सः गायति अपि अथवा सः शृणोति प्रायशः सङ्गीतप्रेमिणां गणे भागं वहति इति अस्ति प्रायः सः शृणोति इति अपि भवति आसक्तिः अस्ति आसक्तिः अस्ति इति तत्र विभक्तिवचनं किं षष्ठिविभक्तिः सङ्गीतप्रेमिणाम् इति बहुवचने बहुवचने गणः अस्ति अतः प्रातिपदिकं सङ्गीतप्रेमिणाम् इति भवेत् चेत् सङ्गीतप्रेमी इति भवति प्रेमिणां किन्तु सङ्गीतप्रेमिणः प्रेमिणः किन्तु तत्र प्रेमिन् इति खलु प्रेमिन् इति प्रातिपदिकम् आमां प्रेमिन् प्रेमी इति प्रथमाविभक्ति एकवचनं समीचीनं हा प्रेमी इति प्रथमाविभक्ति प्रेमिणः इति बहुवचने बहुवचने प्रथमाविभक्ति भवति समीचीनं सङ्गीतप्रेमिन् सङ्गीतविषये सङ्गीतविषये प्रेम अस्ति अस्ति यस्य प्रेम अस्ति सः सङ्गीतप्रेमिन् तथा सङ्गीतप्रेमिणां गणे अपि भागं वहति इत्येतत् सर्वं ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टाः नितराम् इत्युक्ते तत्र अतिशयेन अथवा सर्वदा तत्र अर्थ भिन्नेषु अर्थेषु भवति तत्र तु प्रायशः अतिशयेन इति स्वीकर्तुं शक्नुमः इति मन्ये सन्तुष्टाः इत्युक्ते तत्र तुष् इति धातुः ता प्रयोगः तत्र स्तुत्वं भवति अतः सन्तुष्टाः इति तिष्ठति अपि च बहुवचने भवति भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु तत्र विशेषणं विशेष्यं ऐच्छिकविषयेषु पाठ्यमानेषु इति भवति तत्र ऐच्छिक इत्युक्ते इच्छा इति तत्र बुद्धिः ऐच्छिक इति भवति ऐच्छिकविषयः इत्युक्ते यः विषयः प्रियः अस्ति अथवा आसक्तिः अस्ति तस्मिन् विषये तादृश अर्थः अतः पाठ्यमानेषु ऐच्छिकविषयेषु पाठ्यमानाः विषयाः ये सन्ति तेषु येषु विषयेषु इच्छा अस्ति तेषु भगवद्गीता अन्यतमः विषयः इत्युक्ते इदानीं तस्य पुत्रस्य ऐच्छिकविषयेषु भगवद्गीता अपि अन्यतमः अस्ति विषयः इति इत्येतत् मम अपि अपि सः विषयः तत्र पाठ्यते पाठ्यते पाठ्यमानः विषयः अस्ति पाठ्यमानः विषयः तदपि अस्ति इति इति तत्र सर्वेषाम् आनन्दाय अभवत् अथवा भवति आनन्दं जनयति तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रैति यत् एषः तु दुग्धशर्करायोगः इति तत्रापि न केवलं भगवद्गीता पाठ्यमाना अस्ति किन्तु तत्र संस्कृतभाषया पाठ्यमाना अस्ति इति श्रुत्वा तस्य माता तु अतीव मुदिता अस्ति, अभिप्रैति यत् तस्य मातुः अभिप्रायः अस्ति दुग्धशर्करायोगः इति. इत्युक्ते तत्र द्वयोः विषयः, दुग्धमेव तत्र मधुरम् अस्ति तस्य प्रापणं तेन सह शर्करा अपि योजयामः चेत् तत्र इतोपि मधुरं भवति. अतः तत्र केवलं भगवद्गीता पाठ्यमाना एव न, किन्तु संस्कृतभाषया पाठ्यमाना अस्ति. अतः दुग्धशर्करयोगः इति सा चिन्तयति. अपि च तस्य अतीव सन्तोषः भवति. अस्ति हा. महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुख विकासाय अवसरः प्राप्तः अस्ति इति सा मन्यते. हा, महाविद्यालये केवलं अन्येषु पाठ्यमानविषयेषु एव न, किन्तु व्यक्तित्वस्य सर्वतोमुखविकासाय, न केवलं तत्र बुद्धेः इत्युक्ते तत्र सामान्यविषयाः सन्ति ये अग्रे गत्वा तत्र कार्यं कर्तुं साहाय्यं कुर्वन्ति, तथा न यथा तत्र इञ्जिनियरिङ्ग् वा भवेत् किमपि भवेत्, किन्तु सर्वतोमुखविकासः इत्युक्ते तत्र भगवद्गीतया अपि च संस्कृतस्य पठनेन तत्र तस्य अन्येषु विधेषु विकासः भवति तस्य मनसि व्यक्तित्वस्य. अतः एतादृशः अवसरः प्राप्तः अस्ति इति सा मन्यते, माता मन्यते इति अपि तस्य सन्तोषस्य कारणम् अस्ति. सुहृदः प्राप्तः इति केन प्राप्तः? अवसरः पुत्रेण प्राप्तः. प्राप्तः इत्युक्ते अवसरः प्राप्तः. तत्र प्रत्ययः कर्मणि भवति. समीचीनम्. अपि च भूतकाले भवति. अपि व्यक्तित्वस्य इति अपि व्यक्तित्वस्य विकासः इत्युक्ते व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः. तर्हि समीचीनमस्ति. इण्डिविजुवल् सर्वतोमुख विकासः एकस्मिन् विषये, केवलं स्टेम् विषये इति नास्ति, किन्तु सर्वविषये सर्वतो. यतोहि तत्र महाविद्यालये भगवद्गीतायाः पठनं भवति इति मया तु न ज्ञातं, तर्हि तदपि अस्ति इति सन्तोषस्य विषयः एव. सत्यं भगिनि. अतः सर्वतोमुखविकासाय अवसरः तत्र अस्ति. अवकाशः अस्ति. तत् बहु समीचीनम् इति सा सन्तुष्टा अस्ति. समीचीनम्. अस्तु, अग्रे इदानीं तत्र अग्रे वेदभगिनी भवती अग्रे किञ्चित् वदतु. सुहृदः भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति. सुहृदः इत्युक्ते मित्रः, मित्राणि. भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति. आगन्तुं तुमुन् प्रत्ययः अस्ति तत्र. आगन्तुं न इच्छन्ति तत्र पुनः केचन कक्ष्यां प्रति गन्तॄन् उपहसन्ति. तत्र पुनः केचन कक्ष्यां प्रति गन्तॄन् उपहसन्ति इति तत्र बहिरि तत्र केचन कक्ष्यां प्रति गन्तॄन् उपहसन्ति इति तत्र तादृशं भागं करोतु. अच्छा, ओके. सो सुहृद मित्रः भगवद्कक्षा कक्षायाम् आगन्तुं तत्र मित्रः इत्युक्ते केवलं सूर्यः इति भवति. मित्रः इति सूर्यस्य अन्यनाम परन्तु मित्र फ्रेण्ड्स् मित्रं मित्रं नपुंसकलिङ्गे भवति. अच्छा मित्राणि तत् ऐ सेट् बहुवचने मित्राणि आम् उक्तो भवती उक्तवती आमां भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति ते भगवद्गीताकक्षायां प्रति तेन रुचिः नास्ति तदेव तत्र तेषाम् अभिरुचिः नास्ति अभिरुचिः नास्ति अस्तु तत्र भगवद्गीताविषये भगवद्गीताविषये अभिरुचिः नास्ति भगवद्गीता कक्षायाम् अभिरुचिः मास्तु भगवद्गीताविषये अभिरुचिः नास्ति अतः तत्र कक्ष्याम् आगन्तुं न इच्छन्ति तत्र कक्ष्यां प्रति गन्तॄन् इति ये कक्ष्यां गच्छन्ति तेषाम् उपहासं कुर्वन्ति इति अर्थं भवति खलु अर्थः अत्र पुनः केचन अग्रे अग्रे अग्रे केवलं प्रथमं केवलं न इच्छन्ति इति समीचीनम् एव भगिनि किन्तु प्रथमतया न इच्छन्ति अपि केवलं न इच्छन्ति अपि तु किं कुर्वन्ति ते यदि कोऽपि तत्र कक्षां प्रति गतवन्तः अतः गन्तॄन् उपहसन्ति गन्तॄन् इति तत्र विभक्तिवचनं किं कर्तृपदं बहुवचने कर्तृपदं नास्ति कर्तृपदं गन्तॄन् तत्र वचनं विभक्ति गन्तॄन् किमस्ति तत्र तर्हि भगिनी उपहसन्ति इति क्रियापदं खलु आम् आम् उपहसन्ति उपहसन्ति इति क्रियापदं तत्र कर्तृपदं किमस्ति तत्र पुनः केचन कक्षां प्रति गन्तॄन् उपहसन्ति गन्तॄन् इति वा न न भवती वदतु तत्र प्रथमाविभक्तिपदं तत्र किम् अस्ति तत्र कोऽपि न दृश्यते सुहृदः वा तत् तदेव वा सुहृदः सुहृदः इति सत्यमेव किन्तु यत् साक्षात् भवती पठितवती पुनः तत्र पुनः केचन कक्ष्यां प्रति गन्तॄन् केचन के योगः चन तत्र के इति विभक्तिका के प्रथमा बहुवचनरूपं तदेव कर्तृपदं केचन उपहसन्ति केचन सुहृदः इति अपि तत्र योजयितुं शक्नुमः तत्र सुहृदः आगन्तुं न इच्छन्ति अपि पुनः केचन सुहृदः किं कुर्वन्ति ते उपहसन्ति तर्हि उपहसन्ति ते केचन सुहृदः उपहसन्ति कर्तृपदं प्राप्तं खलु तर्हि इदानीं गन्तॄन् इति किं भवति किमस्ति महोदय तत्र गन्तॄन् गन्तॄन् इति किं पदं भवति तस्य गन्तॄन् अपि उपहसन्ति गन्तॄन् किम् अस्ति तत्र गन्तॄन् गन्तॄन् इति ये गच्छन्ति कक्षां प्रति ये गच्छन्ति किन्तु विभक्ति का अपि विभक्ति गन्तॄन् अहं चिन्तयामि द्वितीया विभक्ति बहुवचनरूपमिति नास्ति उत्तमं भगिनि तदेव तदेव अस्ति तदेव तत्र प्रातिपदिकं किम् अस्ति गन्तृ गन्तृ गन्तृ कम् इति धातुः तृच् प्रत्ययः गन्ता गन्तृ गन्तृ भक्तृ भक्ता भक्तृ भक्तृ भक्त्रा भक्त्रा द्विवचने लैक् पितॄन् मातॄन् एव सत्यं भगिनि अतः कर्मपदम् आम् कर्मपदं कान् उपहसन्ति गन्तॄन् उपहसन्ति केचन सुहृदाः गन्तॄन् उपहसन्ति गन्तॄन् उपहसन्ति कक्ष्यां प्रति गन्तॄन् उपहसन्ति अतः केवलं ते आगन्तुं न इच्छन्ति किन्तु ये गच्छन्ति तान् अपि उपहसन्ति ते तान् उपहसन्ति इति एतत्तु यथा भवतः तथा ममापि खेदकारी विषयः इति एतत् तु तथा यथा भवतः तथा लैक् यथा भवतः इत्युक्ते षष्ठी विभक्ति भवतः तथा ममापि खेदकारी विषयः एतद् विषयं खेदकारी अस्ति भवतः कृते अपि च मम कृते अपि इति एतत्तु खेदकारी विषयः एतत्तु खेदकारी इत्युक्ते दुःखं जनयति दुःखं जनयति दुःखं जनयति एतत् विषयं तु दुःखं जनयति भवतः नाम मयि अपि भवति दुःखं जनयति मयि दुःखं जनयति भवती अपि दुःखं जनयति एषः विषयः परन्तु अत्र भवतः मित्राणां न दोषः तत्र मित्राणां नत्वं भवति तत्र रेफः अस्ति रेफस्य परे अकारः अस्ति स्वरः अस्ति तत्परे नकार अस्ति तद् नकारस्य णक्त्वं भवति अत्रापि अट्कुक्वाङ् न्युं व्यवायेपि इति सूत्रमेव कार्यं करोति इति मन्ये बिकास् अत्र स्वरः अस्ति इति कारणतः रेफस्य परे स्वरः अस्ति इति कारणतः तत्र तत्सूत्रेण नकारस्य णत्वं भवति मित्राणाम् इति परन्तु अत्र भवतः मित्राणां न दोषः मित्राणां षष्ठीविभक्ति बहुवचनरूपं सो तत्र सुहृदानां विषय न दोषः इति वक्तुं शक्यते वा तत्र तस्य कोऽपि दोषः नास्ति तेषां दोषः नास्ति तेषां दोषः नास्ति यतः तेन न जानन्ति यत् मानवता तेन न जानन्ति तैः न ज्ञायते खलु ते न जानन्ति नाम तत्र कर्त्री अस्ति ते न जानन्ति इति तत्र कर्तरि तैः न ज्ञायते इति कर्मणि प्रयोग यत् मानवताविकासे विश्वाभ्युदये च गीता कथम् उपकरोति तत्र ते न जानन्ति तैः न ज्ञास्यते ज्ञायते यत् मानवताविकासे विश्वाभ्युदये इत्युक्ते विश्व अभ्युदये इत्युक्ते किं महोदय विश्वस्य अभिवृद्धिः ओ विश्वस्य अभ्युदये ओके च गीता कथं गीता भगवद्गीता किमर्थं मानवतायाः विकासे अपि च विश्वाभ्युदये तस्य गीतायाः प्रयोजनं किम् इति ते न जानन्ति तत् समीचीनं भगिनि तन्नाम तत्र गीतायाः तत्र उपयोगः तत्र कथं भवति ते न जानन्ति समीचीनं तत्र मानवताविकासे इति तत्र किं भवति मानवताविकासे इति तत्र व्यक्तिस्तरे उक्तं नाम प्रत्येषु मानवः यः अस्ति तस्य विकासः अपि तत्र विश्वस्य स्तरे समूहस्य मानवसमूहस्य न अतः तत्र व्यक्तिस्तरे अपि तत्र विकासः भवति विश्वस्तरे अपि विकासः भवति इति उक्तं तत्र खलु नाम समूहः अस्ति समूहस्य अपि तत्र अभिवृद्धिः प्रतिव्यक्तिः यः अस्ति तस्य अपि प्रतिव्यक्तिः या अस्ति तस्याः अपि अभिवृद्धिः इति ओके कथम् कथम् उपकरोति इति ते न जानन्ति गीता तु अतीव प्राचीनग्रन्थः भगवद्गीता तु बहु प्राचीनग्रन्थः एव. प्राचीन इत्युक्ते पुरातन न न न तत्र तत्र सर्वं पूर्णं वाक्यं पठतु एकवारं. गीता तु अतीवप्राचीनग्रन्थः, तस्य पठनेन अद्य को वा लाभः विशिष्य यूनां. यूनां किं शब्दमस्ति यूनाम् इति? यूनां युवा युवं युवां ओ युवं युवं आम् युव युव युवानां कृते वा? न तत्र यूनाम् इत्येव भवति भगिनि. तत्र त्वं युवां यूयं यूयं तादृशं न, युवा इति प्रथमविभक्त्यां पदं युवा, युवानौ युवानः, किन्तु युवानाम् इत्येतं यूनाम् इति तत्र तादृशं रूपम् अस्ति. यूनाम् इति भवति न पठितवती तत्र अहं दृष्ट्वा वदामि भगिनि. शब्दपाठे युव अस्ति युवा युसन् युवा युवन् इति प्रातिपदिकं युवन् युवा युवानौ युवानः इति उक्तवती तदेव तत्र किन्तु षष्ठीविभक्त्यां रूपाणि भिन्नानि तत्र यूनः न यूनः यूनोः करेक्ट् यूनः यूनोः यूनाम् इति भवति करेक्ट् षष्ठी बहुवचने यूना प्रथमविभक्तिरूपं किम् अस्ति भगिनि तर्हि? युवा युवानौ युवानः युवानं युवानौ यूनः तदनन्तरं तत्र यून इति एव यूना युव युवभ्यां युवभिः अस्तु अस्तु युवन् युवन् इति अस्तु युवन् इति प्रातिपदिकम् आम् ओके अस्तु अस्तु समीचीनम् अस्तु भगिनि युवं प्रातिपदिकम् अस्तु नूतनपदम् अस्तु न मया न ज्ञातम् प्रातिपदिकं तस्य षष्ट्यन्तरूप तस्य षष्ट्यन्तबहुवचनरूपम् आम् ओके अस्तु. गीता तु अतीव प्राचीनग्रन्थः, तस्य पठनेन अद्य को वा लाभः, कः वा लाभः विशिष्य यूनाम्. ओ ओ ओके तत्र किं वदति तातः वदति गीता तु अतीव पुरातन पुरातनग्रन्थः, गीतायाः पठनेन न गीतायां गीतायां पठनेन वा न गीतायाः एव खलु गीतायाः पठनेन तस्य पठनं लुडन्तं लुडन्तम् अस्ति चेत् तत्र षष्टि भवेत् खलु? आम् आम् आम् पठनेन अद्य कः वा लाभः विशिष्य यूनाम् इत्युक्ते युवानां कृते तस्य विशेषलाभः किति लाभः कः इति न जानन्ति एव इति एवं बहवः प्रश्नाः स्युः तेषां तेषां मनसि तेषाम् इत्युक्ते तेषाम् इत्युक्ते सुहृदानां सुहृदानां मनसि समीचीनं सुहृदां सुहृदां मनसि एतत् प्रश्नाः बहवः प्रश्नाः सन्ति. गीता गीतायाः किं लाभं विशेषेण कः लाभः यूनाम् इत्युक्ते युवकान् युवानां कृते इति वा किं वदामि तत्र यूनां कृते यूनां कृते अथवा युवकानां कृते युवकानां कृते तस्य किं किं लाभः इति कः लाभः कः लाभः इति बहवः प्रश्नाः सन्ति तेषां मनसि भवेयुः तेषाम् एतादृशाः प्रश्नाः भवेयुः भवेयुः स्युः नाम तत्र पठनेन न कोऽपि लाभः इति एव तेषां चिन्तनं नाम तत्र ते न जानन्ति खलु. उपनिषदः भगवद्गीता ब्रह्मसूत्रं च प्रस्थानत्रयम् इति कथ्यते. उपनिषदः भगवद्गीता ब्रह्मसूत्रं च प्रस्थानत्रयम् ओ एतत् त्रयः विषय ग्रन्थः तस्य नाम प्रस्थानत्रयम् इति कथ्यते. प्रस्थानत्रयम् इत्युक्ते भगवद्गीता ब्रह्मसूत्रम् अपि उपनिषदः उपनिषदः बहुवचन उपनिषदः इति बहुवचन उपनिषदः भगवद्गीता ब्रह्मसूत्रं च प्रस्थानत्रयमिति कथ्यते इति प्रसिद्धः अस्ति अतः प्रसिद्धम् अस्ति एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य आधारभूताः सामान्याश्च ओके एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य तस्य किमर्थं वदामि तत्त्वज्ञानस्य आधारभूताः अपि च सम्मान्याश्च सम्माननीयाः इति वा तत्र सम्माननीयाः इति वक्तुं शक्यते वा सम्मान्यनीयाः मान्यनीयाः अनियर् वा सम्मानं सम्मानयोगः अनियर् सम्मान ओ इडागम सम्माननीयः इति वक्तुं शक्यते वा इति मम प्रश्नः सादृशं भवितुम् अर्हति भगिनि एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य आधारमस्ति अपि च सम्मान एते ग्रन्थाः आधारं सन्ति ग्रन्थाः ग्रन्थाः आधाररूपेण सन्ति अपि च आधाररूपेण सन्ति सम्मानयोग्यः अस्ति इति समीचीनं सम्मानार्हः उपनिषदः यान् विषयान् प्रतिपादयन्ति उपनिषदः यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति यान् विषयान् कर्मम् अस्ति तत्र कर्मपदम् उपनिषदः यान् विषयान् तत्र प्रतिपादयन्ति इत्युक्ते तत्र उक्तमस्ति यान् विषयान् उपनिषदः तस्य षष्ट्यन्तरूपं किम् उपनिषदां यान् विषयान् बोधयन्ति उपनिषदाम् इति भगिनी तत्र उपनिषदाम् इति यदि भवती उक्तवती तदनन्तरं यान् इति न भवति भगिनि न उपनिषदां विषयाः इति एव भवति खलु उपनिषदां विषयाः करेक्ट् यद् तत्र उक्तमस्ति उपनिषदे यत् विषयः उक्तमस्ति ते उपनिषदि खलु उपनिषदि किं वदामि उपनिषदि यद् न यद्विषयाः वा न यत् पुल्लिङ्गे अस्ति ये विषयाः तत्र यद् उक्तः अस्ति ते प्रतिपाद न भगिनि तत्र प्रतिपादनम् इति केवलम् उक्तः नाम तत्र तेषां विवरणं तत्र चर्चा सर्वं खलु केवलम् उक्तमिति न प्रतिपादनम् इति भिन्नम् अस्ति खलु प्रतिपादयन्ति तस्य डिस्क्रिप्शन् बहु किमपि अस्ति खलु भगिनि तत्र केवलं परब्रह्म इति न वदन्ति खलु परब्रह्म इत्युक्ते कः जीवः इत्युक्ते कः एतत् बहु किमपि तत्र उक्तं तत्र तर्कः अपि अस्ति खलु अतः प्रतिपादनरूपेण साधयन्ति अतः प्रतिपादनम् इति तस्य महत्त्वम् अस्ति भगिनि नाम केवलम् उक्तम् इति न यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु अपि सूत्ररूपेण उक्ताः सन्ति यान् विषयान् उपनिषदि यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति ब्रह्मसूत्रेषु ब्रह्मसूत्रेषु सूत्ररूपेण तत्र लघुरूपेण तत्र उक्तं उक्ता हा किन्तु उपनिषत्सु तत्र किं भवति तत्र विवरणं नाम तत्र विस्तृतविवरणम् उपनिषदि विस्तृतविवरणम् अस्ति परन्तु तस्य लघुरूपेण सारांश ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति वा सन्ति इति अत्र उक्तं नाम तत्र अत्र इच्छा का अस्ति तत्र एतस्य परिच्छेदस्य इच्छा का इत्युक्ते केवलं तत्र प्रस्थानत्रयम् अस्ति इति न तेषु तत्र परस्परसम्बन्धः अपि वर्तते खलु उपनिषदां विषयः भिन्नः भगवद्गीतायाः विषयः भिन्नः ब्रह्मसूत्रस्य विषयः भिन्नः इति नास्ति तयोः मध्ये परस्परसम्बन्धः वर्तते इति अतः कथम् इति अत्र उक्तम् भगवद्गीता उपनिषदां सारः इति तस्य तत्र भगवद्गीतायाः उपनिषदे सम्बन्धः इति तत्र उक्तमस्ति उपनिषदां सारः इति कथ्यते तस्य उपनिषदां सारः भगवद्गीता इति कथ्यते वेदेषु कर्मकाण्डः ज्ञानकाण्डः च इति भागद्वयं वर्तते वेदेषु कर्मकाण्डः अपि च ज्ञानकाण्डः इति भागद्वयं वर्तते ज्ञानकाण्डस्य अन्यत् नाम एव वेदान्तः अथवा उपनिषद् ओ वेदस्य उपनिषद् वेदस्य भागमस्ति वा महोदय इति न भगिनि नाम तत्र ज्ञानकाण्डः यत् वेदेषु ज्ञानकाण्डः इति वदामः तस्य नाम तत्र साक्षात् वेदेषु तत्र कर्मकाण्डः अपि अस्ति नाम यत् करणीयं यत् न करणीयम् इति अपि अस्ति अपि तत्त्वविषये अपि तत्र चर्चा भवति तत्र ज्ञानकाण्डः तस्य तत्र यत् उक्तमस्ति तत्र तस्य विस्ताररूपेण तत्र चर्चा उपनिषत्सु भवति ज्ञानकाण्डस्य अन्यत् नाम एव वेदान्तः अस्तु वेदान्तः नाम तत्र वेदान्ते तत्र कर्मकाण्डस्य चर्चा नास्ति नाम लौकिकरूपेण तत्र एतत् करणीयम् एतत् होमः करणीयम् एतत् सर्वं करणीयः इति तादृश चिन्तनं नास्ति केवलं तत्र तत्सर्वं कर्मकाण्डे अस्ति ज्ञानकाण्डे अथवा उपनिषत्सु तत्र तत्त्वविषयः नाम तत्र मोक्षः वेदान्तः तद् वेदान्त एव उपनिषद् अस्ति इति ओके इति समीचीनम् अस्तु अस्तु अग्रे तर्हि शोभगिनि महोदय उपनिषत् इति शब्दस्य तत्र महोदय यत्र उक्तम् उपनिषदः तदनन्तरं भगवद्गीता उपनिषदः सारांशरूपेण तस्मात् अपि इतोपि सारांशरूपेण अथवा फुल्लि कण्डेन्स्ड् तत्र ब्रह्मसूत्राणि ब्रह्मसूत्राणि इति सत्यं भगिनि इति अपि वक्तुं शक्नुमः समीचीनं भगिनि कण्डेन्स् डौन् टु वन् लैन् सत्यं भगिनि अतः तत्र उपनिषद् विस्तृतं भगवद्गीता किञ्चित् विस्तृतं ब्रह्मसूत्रं बहु लघु इति नाम तत्र ब्रह्मसूत्रं तस्य पठनं बहु सुलभमस्ति यतोहि लघु लघु एव अस्ति किन्तु अवगमनं बहु क्लिष्टमस्ति बहु क्लिष्टकरः तत्र सूत्रं तु कुत्रचित् केवलं पदद्वयम् अस्ति तत्र नाम तत्र यथा तत्र पुस्तकं बृहत् अस्ति चेत् वयं चिन्तयामः ओ एतत् पुस्तकं बृहत् अस्ति एतत् कथं पठामि अस्तु ब्रह्मसूत्रं लघु अस्ति किन्तु अतः तत्र बृहान् अस्ति चेदपि उपनिषदः तत्र तत्र सारल्यत्वं सारल्यं तत्र वर्तते सारल्यं नाम ब्रह्मसूत्रम् उद्दिश्य नाम तस्य अपेक्षया सारल्यं तावदेव किन्तु तत्र अपि च महोदय प्रस्थानत्रयम् इति तत्र क्रमः एतादृशः एव इत्युक्ते उपनिषदः प्रथमम् अधीतव्याः तदनन्तरं भगवद्गीता यतोहि भगवद्गीता सारांशः अस्ति चेत् उपनिषदः तर्हि तत्र मूलग्रन्थं प्रथमम् अवगन्तव्यम् इति तदनन्तरं तस्य सारांशः तदनन्तरं सूत्ररूपेण स्मर्तुं शक्नुमः इति सत्यं भगिनि सत्यं भगिनि उत्तमं भगिनि उत्तम अंशः सत्यं यतोहि तत्र तस्य अर्थः तदा यदा वयं सूत्रं पठामः तस्य गूढार्थः अस्माकं मनसि आगच्छति मनसि तिष्ठति सत्यं भगिनि प्रथमतया उपनिषदः पठनीयं तत्पश्चात् भगवद्गीतायाः नो चेत् तत्र अवगमनं सम्यक् न भवति भगवद्गीतायाः उपनिषदः उपदेशानि न ज्ञातव्यानि चेत् भगवद्गीतायाः श्लोकेषु तत्र अवगमनं सम्यक् न भवति इति तत्र इत्युक्ते तत्र तथा एव क्रमः स्वीकृतः वर्तते अतः तत्र अष्टादश उपनिषदः तेषु तत्र तत्रापि क्रमः वर्तते प्रथमतया एषः उपनिषद् तदनन्तरम् अन्यत् उपनिषद् इति तत्र क्रमः वर्तते तस्य पठनानन्तरमेव तत्र भगवद्गीतायाः सत्यं भगिनि पठामि महोदय अग्रे उपनिषद् इति शब्दस्य श्रवणमात्रेण एव पवित्रा सरस्वती नदी गङ्गानदी च उत्तुङ्गानि हिमशिखराणि साधुस्वभावाः साधुस्वभावाः तपस्विनः वनभूमिषु प्रतिष्ठिताः ऋष्याश्रमाः पक्षिणां कलरवः वृक्षच्छाया पुष्पाणां सुगन्धः अध्यापनपराः ऋषयः अध्ययनशीलाः शिष्याः चेति बहुविधं चित्रं बुद्धिपथम् आयाति तत्र पठित्वा एव किञ्चित् किं तत्र पुलकिता जाता अहं अतः एव भगिनी अहम् उक्तवान् नाम तत्र अस्मिन् पत्रे वाक्यस्य आकृतिः एव तत्र विशिष्टा अस्ति बहु आमां सुन्दरम् अस्ति आम् तत्र पश्यन्तु केवलम् उपनिषत् इति शब्दस्य श्रवणमात्रेण कतिपयविषयाः मनसि आगच्छन्ति तत्र अस्तु तत्र श्रवणमात्रेण तत्र नतु भगिनी किम् उक्तवती न न श्रवणमात्रेण शब्द श्रवणमात्रेण एतत् सर्वं भवति आम् आम् श्रवणमात्रेण तत्र णत्वं भवति श्रवणमात्रेण तत्र रेफस्य निमित्तेन णत्वम् अपि च स्वरः अस्ति अतः अट्कुप्वाङ्नुं वैवाहेपि इति सूत्रेण पुनः णत्वं कृतं श्रवणमात्रेण एव पवित्रा सरस्वती नदी गङ्गानदी च तत्र नदी स्त्रीलिङ्गे अस्ति इत्यतः पवित्रा इति स्त्रीलिङ्गे अस्ति विशेषणम् अस्ति सरस्वतीनदी गङ्गानदी इत्यनयोः च उत्तुङ्गानि हिमशिखराणि उत्तुङ्गानि इत्युक्ते तत्र उत् इति उपसर्गः उत्तुङ्गानि तत्र इत्युक्ते अतीव उन्नतशिखर हिमशिखराणि उन्नतानि हिमशिखराणि अपि च साधु स्वभावाः तपस्विनः इत्युक्ते साधु स्वभावः येषां स्वभावः साधु अस्ति इत्युक्ते तत्र पुनः पवित्र स्वभावः अथवा मलिनरहित इति तत्र शुद्ध स्वभावः इति सात्विकस्वभावः इति अपि वक्तुं शक्नुमः तादृशाः तपस्विनः अपि च वनभूमिषु प्रतिष्ठिताः ऋष्याश्रमाः इदानीं तत्र वनेषु प्रतिष्ठिताः निर्मिताः आश्रमः ऋषिः ऋषीणाम् आश्रमः ऋषीणाम् आश्रमः मनसि आगच्छन्ति. अपि च तत्र वनभूमिषु तत्र वनेषु भूमिषु इति व्यस्तप्रयोगः भवति. पक्षिणां कलरवः, कलरवः इत्युक्ते तत्र शब्दः कोऽपि शब्दः, किन्तु तत्र पक्षिणां कलरवः. तत्र पक्षिणाम् इति पुनः पक्षिन् इति प्रातिपदिकं, तस्य कक्षा इत्यत्र मूर्धन्यषकारः अस्ति इत्यतः तत्र रसाभ्यां नो णः समानपदे इति सूत्रं कार्यं करोति. यतोहि समानपदं समानपदे एव न न समस्तपदमस्ति खलु, न समानपदे एव पक्षिणां पक् श ईणां. हा सत्यं सत्यं, तत्र तु अट्कुप्वाङ् नु व्यवायेपि इति एव पक्षिणाम् इति. हा अथवा किमपि अन्यसूत्रमपि भवेत् इति न जानामि, न आगच्छति. आमां तत्र पदमस्ति चेत् अन्यसूत्रम् अस्ति, तत् किम् अस्ति इति तत्र प्रातिपदिकान्त नुम् विभक्तिषु च इति अपि अस्ति, किन्तु इदानीं मनसि नास्ति, तत्र नियमाः मनसि नास्ति. तर्हि अस्तु अग्रे पक्षिणां कलरवः इत्युक्ते शब्दाः, ये शब्दाः पक्षीभिः उत्पद्यन्ते ते शब्दाः. वृक्षछाया, वृक्षस्य छाया इति, छाया इत्युक्ते तत्र शाडो किं तत्र, हा छाया इत्युक्ते शाडो न किन्तु तत्र किं तत्र महोदय छाया अन्यत् पदं मनसि नास्ति. छाया एव प्रायशः वृक्षस्य छाया अपि च पुष्पाणां सुगन्धः. तत्र पुष्पाणां तत्रापि अट्कुप्वाङ् इति आयाति. सुगन्धः सुगन्धः अपि च अध्यात्म अध्यापन पराः, अध्यापनपराः ऋषयः, अध्यापनपराः. तत्र पकारः यदा आगच्छति इत्युक्ते निजन्ते आगच्छति इत्युक्ते तत्र अध्यापयति इत्युक्ते बोधयति इति आयाति अर्थः. शिष्यान् बोधयति, अन्यान् बोधयति इति. तर्हि तत्र अध्ययनपराः अथवा अध्यापनपराः, अध्यापनपराः ऋषयः इत्युक्ते पराः इत्युक्ते नाम अध्यापनपराः नाम अध्यापन कर्तुं कर्तुं शक्ति तेषाम् अस्ति खलु. अध्यापनपराः इत्युक्ते तत्र अध्यापनं कर्तुं शक्नुवन्ति नाम ऋषयः अध्याप्य अध्यापन तत्र शीलाः. परः इत्युक्ते पुरतः इति अपि समस्तपदे अर्थः तदा तदापि तथा किं तदपि भवति. परः छात्राः सन्ति इति वा तत्र अध्यापनपराः इत्युक्ते अध्यापने मग्नः ऋषयः इति न मग्ने न किन्तु ओ पराः तदपि प्रायशः भवेत्. हा तत्र कुत्रचित् दृष्टवती महोदय परः इति भवति चेत् तस्मात् पुरतः इति अपि भवति तेषां पुरतः इति अपि भवति समस्तपदे. समस्तपदे तादृशः यतोहि तत्र व्यस्त विग्रहवाक्यं भिन्नम् अस्ति तत्र शक्तिः अस्ति नाम तत्र अध्यापनं कर्तुं शक्नुवन्ति इति नाम अध्यापनशीलाः इति तत्र यथा अध्ययनशीलाः तत्र क्षम्यतां छाया इति शब्दस्य अमरकोशे अनातपः इति एकः शब्दमस्ति. अनातपः अस्तु अनातपः अन् आतपः धन्यवादः. तर्हि हा अध्यापनपराः ऋषयः अपि च अध्ययनशीलाः शिष्याः. आमो तदेव. तर्हि तत्र अध्यापयन्तः ऋषयः अपि च अधीतवन्ताः शिष्याः, अधीतवन्तः शिष्याः इति अध्ययनशीलाः शिष्याः च इति बहुविधं चित्रं बुद्धिपथम् आयाति. बहुविधम् इत्युक्ते इतोपि बहवः विषयाः मनसि आगन्तुम् अर्हन्ति, तेषु तत्र केचन दत्ताः सन्ति. तर्हि एतत् सर्वं मनसि आयाति. बुद्धिपथम् इत्युक्ते पथं, बुद्धेः पथम् इति प्रायशः तत्र बुद्धेः पथम् इति बुद्धेः मार्गे इति प्रायशः भवति. बुद्धिपथम् आयाति. अपि च अतः एव तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः. एवम् अस्तु. तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः वा? अस्तु. तत्त्वज्ञानम् इत्युक्ते ब्रह्मज्ञानम् इति अपि भवति. तत्त्वम् इत्युक्ते तदेव. अस्तु. शान्ते परिसरे वासः. व्यवहारप्रपञ्चात् दूरं धावनम्. हा, तत्र व्यवहार इत्युक्ते तत्र प्रापञ्चिक सांसारिक विषयाः तत्र व्यवहाराः इति उच्यन्ते. वेदान्ते आगच्छति एतत् पदं व्यवहारे. व्यावहारिक इति आगच्छति. प्रपञ्चात् व्यवहारप्रपञ्चात् इत्युक्ते तत्र द ड्युअलिटि आफ् द वर्ल्ड् इति भवति. व्यवहारप्रपञ्चात् हा दूरं धावनम् इत्युक्ते तस्मात् धावनं, दूरम् इत्युक्ते तस्य त्यजनं, व्यवहार प्रपञ्चस्य त्यागम् अथवा तस्मात् दूरं गमनम् इति. अपि च कुटुम्बस्य परित्यागः. हा, कुटुम्बस्य परित्यागः इत्युक्ते परि इति उपसर्गस्य योजनेन तत्र परिपूर्णतया त्यागः इति भवति. इत्युक्ते सर्वत्यागः कुटुम्बस्य इति. अपि च स्वकर्तव्यस्य च त्यागः इति चिन्तनं. स्वकर्तव्यस्य इत्युक्ते तत्र स्व इति तत्र स्वस्य इत्युक्ते तत्र सर्वनामशब्दः स्व इति. स्वकर्तव्यस्य स्वस्य कृते अथवा वयं सर्वेषामपि कर्तव्यम् अस्ति, किमपि कर्तव्यम् अस्ति. तर्हि तदेव तत्र किं यथा तत्र अर्जुनस्य कर्तव्यम् आसीत् युद्धं करणीयम् इति. तथा सर्वेषां तत्र ड्यूटि इति अस्ति. स्वकर्तव्यस्य च त्यागः इति चिन्तनं शिक्षितानाम् अपि भवति. हा, तर्हि तत्र किम् उक्तम्? एव तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः. व्यवहार भगिनी तत्र प्रायशः तत्र किञ्चित् अग्रे अपि पठतु, तदा तत्र समीचीनं भवति. च त्यागः इति चिन्तनं सुशिक्षितानाम् अपि भवति, किं पुनः साधारणानाम्. सुशिक्षितानाम् अपि एतत् विषये इति चिन्तनं सुशिक्षितानामपि भवति, किं पुनः साधारणानाम्. ओके, साधारणमनुष्य तत् तत्त्वज्ञानं ज्ञास्यते इति वा, तत् अर्थ वा? अग्रे यदि पुनः तत्र अग्रे अपि अस्ति, तत् पठित्वा प्रायशः अवगन्तुं. किं पुनः साधारणानाम् इति उक्तत्वात् परं पाण्डुपुत्रः अर्जुनः अपि तथैव चिन्तितवान्. इत्युक्ते तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरः वासः, व्यवहारप्रपञ्चात् दूरं धावनम्. हा, इदानीम् अस्तु, अवगतम्. तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः, व्यवहारप्रपञ्चात् दूरं धावनं, कुटुम्बस्य परित्यागः स्वकर्तव्यस्य च त्यागः इति चिन्तनं ये जानन्ति शिक्षिताः भवन्ति तेषामपि भवति किं पुनः साधारणानाम् इति यतोहि तत्र अर्जुनः सुशिक्षितः न आसन् न आसीत् न आसीत् यस्मिन् विषये तत्त्वज्ञाने अथवा तत्र तत्त्वज्ञाने तस्य ज्ञानं न आसीत् आरम्भे अतः एतत् एतत् यत् तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः इति नास्ति अपि च तत्र यत् दत्तं तत् नास्ति यतोहि पाण्डुपुत्रः अर्जुनः तथैव चिन्तितवान् अतः एव रणाङ्गणे अहं युद्धं न करोमि इति निश्चयं कृतवान् दोषाय अभवत् तत् सम्यक् न आसीत् राज्यं न इच्छामि सुखं न इच्छामि तस्मात् सन्न्यासः एव वरम् इति उक्तवान् सः एतत् सर्वं दोषाय इति इत्युक्ते एतत् तु अत्यन्तं विपरीतचिन्तनम् इति एषा तत्त्वज्ञानविषयिणी महती भ्रान्तिः इत्युक्ते तत्त्वज्ञानम् इत्युक्ते तत् नास्ति तस्य विरुद्धम् अस्ति सर्वम् इत्युक्ते प्रपञ्चे स्थित्वा एव करणीयं कर्तव्यं तु करणीयम् एव अस्माभिः सर्वैः अपि च तत्त्वज्ञानविषये अपि तस्मिन् पथे अपि तस्मिन् मार्गे अपि गन्तव्यं भवति अत्र स्थित्वा एव प्रपञ्चे स्थित्वा एव एतत् सर्वं करणीयं भवति त्यागं कृत्वा धावनं करणीयम् इति नास्ति अपि च तत्त्वज्ञानम् इत्युक्ते शान्तपरिसरः इति नास्ति तत्त्वज्ञानम् इत्युक्ते तत्र ब्रह्मज्ञानमेव महती भ्रान्तिः भवति सर्वेषां तत्र शिक्षितानां सुशिक्षितानाम् अपि भवति तर्हि साधारणं नाम किं वदामः भवति एव इति का स्थितिः आमां महोदय का स्थितिः इति भवति तत्र तर्हि तत्र तत्त्वज्ञानविषयिणी इत्यत्र विषयिन् इति प्रातिपदिकं तत्त्वज्ञानविषयिन् इति तत्र भिन्नसूत्रम् इति मन्ये विषयिन् इति प्रातिपदिकं प्रातिपदिकान्तस्य णत्वम् अभवत् इदानीं किन्तु विश शकारात् परं यकारः अस्ति इकारः अस्ति श्रीलिङ्गे श्रीलिङ्गे भगिनि तत्र विषयिणी इति विषयिणी सप्तमी सप्तमी वा न प्रथमाविभक्ति यतोहि तत्र एषा एषा तत्त्वज्ञानविषयिणी श्रीलिङ्गपदं महती भ्रान्तिः श्रीलिङ्गपदम् इनि प्रत्ययः श्रीलिङ्गे किन्तु तत्र णत्वं तु तत्र षकारात् परं यकारः इकारः तत्र तत्र किं सूत्रम् इति इदानीं न जाने यतोहि प्रातिपदिकान्त णत्वम् अस्ति तर्हि अस्तु इत्युक्ते तत्र स्त्रीलिङ्गे दत्तं तत्त्वज्ञानविषयिणी इति तत्र महोदय भगवती भवद्वेषिणी इति भवति खलु गीता भवद्वेषिणी इति तत्रापि अस्ति इत्युक्ते गीता इति ग्रन्थः भगवद्गीता भवद्वेषिणी इति तदेव स्त्रीलिङ्गे तदापि तां समूलम् उत्पाटयति वेदस्वरूपः भगवान् श्रीकृष्णः गीताद्वारा ताम् इत्युक्ते तामित्युक्ते तत्र भ्रान्तिः महती भ्रान्तिः यस्मिन् विषये तत्त्वज्ञानविषये तां भ्रान्तिं महती भ्रान्तिं समूलम् इत्युक्ते अशेषतः उत्पाटयति उत्पाटयति इत्युक्ते तत्र उत्पटनं किं तत्र निवारयति निवारयति संहरति संहरति पुल्लिङ्ग् इति वा उत्पाटयति इत्युक्ते प्रायशः सम्मूलम् इत्युक्ते पुल्लिङ्ग् औट् द ट्री वित् द रूट्स् अण्ड् आल् इति वदति वा सम्मूलम् उत्पाटयति कः इत्युक्ते वेदस्वरूपः इति तत्र श्रीकृष्णस्य विशेषणं वेदस्वरूपः भगवान् श्रीकृष्णः तत्र विशेषणद्वयम् अस्ति प्रथमं भगवान् श्रीकृष्णः पुनः कीदृशः इत्युक्ते वेदस्वरूपः भगवान् श्रीकृष्णः कथं करोति एतत् कार्यम् इत्युक्ते गीताद्वारा करोति गीतायाः द्वारा इति भवति महाभारतयुद्धभूमौ सः स्वयम् अर्जुनं तत्त्वं बोधयति एतत्तु जानीमः महाभारतयुद्धं सः भूमौ सः सारथिः भूत्वा तत्र सिम्बालिक् अस्ति एव सारथिः भवति इति तत्र मार्गदर्शकः भवति इति स्वयम् अर्जुनं तत्त्वं बोधयति इति अपि च जीवनं केन प्रकारेण करणीयं केन हेतुना कर्म आचरणीयम् इति च उपदिशति तत्र जीवनं केन प्रकारेण इत्युक्ते तत्र किं धावनम् अथवा पलायनं तु मार्गः नास्ति कस्य कृते अपि पलायनं न करणीयं कस्मात् इत्युक्ते जीवनात् प्रपञ्चात् संसारात् यतोहि अस्माकम् आश्रमानुसारं कर्तव्यानि करणीयानि भवन्ति तत्र प्रकारेण इति अस्ति प्रकारेण रेफस्य निमित्तम् एकारः अस्ति अट्कुप् वाङ् इति भवति इति मन्ये करणीयं तत्रापि करणीयम् इति तत्र केन हेतुना कर्म आचरणीयम् इति च उपदिशति केन हेतुना हेतुः इत्युक्ते कारणम् इति भवति केन कास् इति अपि भवति केन हेतुना कर्म आचरणीयम् इत्युक्ते तत्र अर्जुनः चिन्तयति तत्र तस्मिन् समये एतत् सर्वं चिन्तयति अहं युद्धं न करणीयं मया युद्धं न करणीयं यतोहि पापं प्राप्नोमि करोमि चेत् सम्यक् नास्ति एतत् अहं सन्यासी भवामि इति भविष्यामि इति अपि वदति अतः तत्र कृष्णेन भगवता कृष्णेन उपदिष्टं तं प्रति यत् केन हेतुना कर्म आचरणीयम् इति इदानीं तत्र अग्रे इत्युक्ते सः वदति कर्म कुरु फलं त्यक्त्वा इति बहुधा वदति अपि च भवतः कर्म एव कर्म इदानीं तु तदेव अस्ति युद्धं कुरु इति त्वम् एतौ गीताश्लोकौ स्मरसि खलु इदानीं पिता पृच्छति तत्र पुत्रं प्रति पठामि वा अग्रे तत् श्लोकं पठतु भगिनि तदनन्तरं तत्र वेदभगिनी किञ्चित् विवृणोति अस्तु क्लैब्यं मास्मगमपार्था नैतत्त्वैपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः इति वदति क्लैब्यं मास्तु इदानीम् इति एतत्तु वेदा भगिनी वदति अग्रे दादा भवती एव वदतु पण्डिता तु नास्मि न भगिनी पण्डिता तु नास्मि यद् जानामि तत् वदामि तत्र क्लैब्यं मास्मगमः इत्युक्ते क्लैब्यं मा गच्छतु इति अर्थे वदति क्लैब्यम् इत्युक्ते तत्र कल्मषः अथवा तत्र तु कवर्डिस् इति भवति किं वदामः पर्यायवाचकपदं भीरुः इति श्रुतवती भीरुः इत्युक्ते कवर्ड् इति क्लैब्यं मास्तु इत्युक्ते तत्र भगवान् तं प्रति किं करुणां न प्रदर्शयति, यतोहि सः इदानीं दुःखे अस्ति, बान्धवान् गुरून् न हन्मि इति वदति इति सः करुणां न दर्शितवान्. सः उक्तवान् एतत्तु क्लैब्यम् एव अस्ति भवतः मनसि, तत्र मा गच्छतु पार्थ, न एतत् त्वयि उपपद्यते, न एतत् एतत् क्लैब्यं त्वयि त्वयि भवति न उपपद्यते, न शोभते, न सम्यक् भवति. किमर्थम् इत्युक्ते भवान् क्षत्रियः अस्ति, क्षत्रियधर्म धर्मं पालयतु इति. शुद्रं हृदयदौर्बल्यम् इत्युक्ते यत् भवता इदानीम् अनुभूतः अस्ति अथवा भवान् अनुभवन् अस्ति तत् केवलं हृदयदौर्बल्यम् एव, क्षुद्रं नीच स्तरे हृदयदौर्बल्यं, यतोहि भवान् महान् योधः, किमर्थम् एतादृशं चिन्तयति, त्यजतु इति. त्यक्त्वा उत्तिष्ठ परन्तप, इदानीम् अर्जुनः तत्र रथे उपविष्टवान् आसीत्, किन्तु तत्र मेटफोरिकलि अपि उत्तिष्ठ इति वदति भगवान्, त्यक्त्वा उत्तिष्ठ परन्तप, सिद्धा भव इति. उत्तिष्ठ परन्तप, परं तपति इति परन्तप, शत्रून् स्थापयति इति इत्युक्ते स्मारयति तादृशः योधः असि भवान् इति स्मारयति. हतो वा प्राप्स्यसि स्वर्गं, हतः वा इत्युक्ते यदि भवान् हतः भवति चेत्, यतोहि धर्मयुद्धे हतः भवति चेत् तत्र स्वर्गं प्राप्स्यसि, तथा तत्र धर्मशास्त्रे अस्ति एव स्वर्गं प्राप्स्यसि, तत्तु अस्ति. जित्वा वा भोक्ष्यसे महीं, यदि जयति जयं प्राप्नोति तदा महीम् अस्मिन् भूम्यां तत्र राज्यं भोगम् अनुभव इदानीं हा भोक्ष्यसे महीमेव भोक्ष्यसे इत्युक्ते तत्र भूम्यां इत्युक्ते लार्ड्शिप् ओवर् अर्थ् इति भूमि हा इति. तर्हि तादृशः जयः प्राप्तुं शक्नोति भवान् इत्युक्ते तत्र कोऽपि क्लेशः नास्ति खलु, हतः स्वर्गं गच्छति, जित्वा महीं भोक्ष्यसे. तस्मात् यु गेट् बेटर् आफ् बोथ् वर्ल्ड्स्, वेन् यु डै यु गो टु स्वर्गं, वेन् यु आर् हियर् if you win you are going to rule the world like that, right? So there is no kim tatra, there no yudhaya krita nishchaya kaunteya tasmat itutre because of that reason tena karanena uttishta kaunteya idanim kaunteya iti smarayati kunti putraha putra uttishta yudhaya krita nishchaya idanim निश्चयं कृत्वा उत्तिष्ठ यतो पुनः न उपविशतु इति. एकवारं निश्चयं करोतु तदनन्तरं क्षुद्रहृदयदौर्बल्यं मास्तु. कौन्तेय्या इस् ओन्लि फार् अर्जुन आर् अदर् पाण्डवास् आल्सो? कौन्तेय्या सर्वेषां कृते अस्ति, किन्तु अत्र अर्जुनम् उद्दिश्य अस्ति. किन्तु कृतनिश्चयः महत्त्वपूर्णं नाम यथा शोभगिन्या उक्तं, नाम पुनः मा तिष्ठतु तत्र उपविशतु, तत्र युद्धं करोमि इति एव निश्चयं कृत्वा एव तत्र उत्तिष्ठतु उत्तिष्ठ समीचीनं. अस्तु भगिनी अग्रे वेदभगिनी. जगति यां काञ्चित् वृत्तिम् अवलम्बमानाः, जगति यां काञ्चित् वृत्तिम् अवलम्बमानाः अपि भगवद्गीतातः प्रेरणां प्राप्तुम् अर्हन्ति. जगति भूम्यौ यां काञ्चित् वृत्तिम् अवलम्बमानाः अवलम्बमानाः इत्युक्ते किम् अस्ति अवलम्बमानाः अवलम्बनम् अवलम्बं करावलम्बम् इति जानाति खलु नरसिंहकरावलम्बं स्तोत्रं नाम तस्य आधारेण तत्र वृत्तेः आधारेण जीवनं कुर्वन्ति जनाः अवलम्बमानाः सन्ति अवलम्बमानः तत्र वृत्तिः किमपि भवतु कापि भवतु चिन्ता मास्तु नाम तत्र यदि सङ्गणकवृत्ति करोति अथवा अन्यत् वृत्तिं करोति तत्र भगवद्गीतातः तस्य प्रेरणां प्राप्तुम् अर्हति प्रेरणां प्राप्तुम् अर्हन्ति ते सर्वे विषये सस्य विषये भगवद्गीतायाः प्रेरणाम् अस्ति प्राप्तुम् अर्हन्ति तत्र विषये प्रेरणां प्राप्तुम् अर्हन्ति भगवतः अंशो अस्मि इति भगवतः अंशः अस्ति अस्मि इति यदि धीवरः अवगच्छति तर्हि सः धीवरेषु एव श्रेष्ठः धीवरः इत्युक्ते मनुष्यः वा धीवरः अथवा तत्र यः तत्र किञ्चित् जानाति इति अथवा धीवरः निपुणः निपुणः इति ओ ओ निपुणः वा तत्र शिक्षितः इति चिन्तयतु भगवतः इति अस्ति अस्ति न न भगिनि तत् अन्यः अर्थः खलु भगिनि अंशः अस्मि इति यदि धीवर क्लवर् म्यान् अपि अस्ति अतः तत्र निपुणः अथवा धीवरः अवगच्छति सः धीवरेषु एव श्रेष्ठः भवति वाट् डिड् यू से धीवरः तत्र क्लेवर् म्यान् इति अपि अस्ति यथा भवान् उक्तवान् अपि च फिशर्म्यान् इति अपि अस्ति किन्तु तत्र प्रायः तत्र लुक्स् लैक् अ नोन् वर्ड् फिशर्म्यान् करेक्ट् किन्तु अत्र प्रायः तत्र यः बहु किमपि जानन्ति इति नाम तेषु नाम तत्र सुशिक्षितः भवितुं तत्र बहु कष्टः अस्ति खलु कष्टकरम् अस्ति नाम शिक्षणं प्राप्तुं शिक्षां प्राप्तुं सुलभः नास्ति किन्तु तादृशेषु तत्र धीवरेषु श्रेष्ठः भवितव्यः इति तत्र बहु कष्टकरम् अस्ति खलु किन्तु भगवद्गीतायाः सन्देशः नाम भगवतः अंशो अस्मि इति यदि अवगच्छामः तर्हि तत्र धीवरेषु अपि श्रेष्ठः भवितुम् अर्हामः महोदय तत्र आरम्भे किं दत्तं जगति यां काञ्चित् वृत्तिम् अवलम्बमानाः अपि इत्युक्ते तत्र प्रायशः फिशर्मेन् इति एव भवति वा इति चिन्तयामि यां काञ्चित् वृत्तिम् अपि भवति चेदपि तत्र धीवरेषु इति तस्य उदाहरणम् इति अस्तु यः कोऽपि भवितुम् अर्हन्ति इति सत्यं तदपि समीचीनमेव वाल्मीकि तत्र धीवरः अस्ति चेत् सत्यं भगिनि धीवरः अस्ति चेत् धीवरेषु एषः श्रेष्ठः सङ्गणक तत्र तान्त्रिकः अस्ति चेत् तान्त्रिकेषु श्रेष्ठः भवति इति तादृश अर्थे अस्ति इति वदति खलु भवती आमाम् इत्युक्ते पूर्वं यत्किमपि ज्ञानं नास्ति चेदपि तर्हि भगवद्गीतातः प्रेरणां प्राप्तुम् अर्हन्ति ते अपि इति तत्र भवति इति भावयामि यथा तत्र वाल्मीकेः विषये सः तु किं चोरः आसीत् अपि च नीचः आसीत् तस्यापि तेन तत्र ज्ञानि एव अभवत् इति सन्देहः अस्ति तत्र भगवतः अंशो अस्मि इति यदि धीवरः अवगच्छति तर्हि सः धीवरेषु एव श्रेष्ठः भवति यदि जानाति भगवतः मम शरीरे एव अस्ति इति यदि जानीमः चेत् न भगवतः मम शरीरे अस्ति इति न अहं भगवती अस्मि नाम भगवतः अंशः अस्मि अहम् इति अहं करेक्ट् अहं भगवतः अंशः अस्ति इति यदि जानीमः चेत् सः तस्य गणेषु एव श्रेष्ठः भवति विद्यार्थी अपि विद्यार्थीषु एव श्रेष्ठः भवति तत् किमर्थं तस्य सम्बन्धः किम् अस्ति तत्र न समीचीनं भगिनि नाम यथा शुभभगिन्या उक्तं तत्र यां काञ्चित् वृत्तिम् अवलम्बमानाः तर्हि अतः तत्र धीवरः इत्युक्ते फिशर्मन् इति एव नाम यदि सः धीवरः अस्ति धीवरेषु श्रेष्ठः भवति यः यदि सः विद्यार्थी अस्ति तर्हि विद्यार्थिषु एव श्रेष्ठः भवति यदि सः तान्त्रिकः अस्ति यां यां काञ्चित् वृत्तिम् अवलम्बमानाः ओके ओके तथैव कश्चित् अधिवक्ता अपि अधिवक्ता अपि तत्र तेषु सः श्रेष्ठः भवति वृत्तिं यदि अवलम्बमानः तत्र अतः तत्र धीवरः विद्यार्थी अधिवक्ता इति तत्र उदाहरणं वृत्तेः उदाहरणानि इति सन्दिष्टवान् स्वामी विवेकानन्दः ओके तत् विवेकानन्दस्य उपदेशं न किं वदामि उपदेशः अस्ति मित्राणां सन्देहनिवारणे एते विषयाः भवतः साहाय्यं कुर्युः इति आशासे मम आशा अस्ति भवतः मित्राणां सन्देहनिवारणे एते विषयाः मित्राणां सन्देहनिवारणे एते विषयाः भवतः साहाय्यं कुर्युः इति आशासे इत्युक्ते मम आशा अस्ति तत् तेन मम आशा एतैः विषयैः नाम भवान् तत्र भवतः मित्राणां सन्देहनिवारणं निवारणं कुरु शक्यते तत्र शक्नोषि भवता कदा दूरभाषा प्राप्येत कदा भवतः ध्वनि श्रूयेत इति वयं प्रतीक्षमाणाः स्मः तत्र चानच् प्रतीक्षमाणाः सो कदा दूरभाषा प्राप्येत कदा भवतः ध्वनि श्रूयेत इति वयं प्रतीक्षमाणाः प्रतीक्षां करोति कदा भवतः दूरभाषा प्राप्यते चेदपि पत्रलेखनं मा परित्यजु यदि दूरभाषा प्राप्यते तदपि पत्रलेखनं न त्यजतु पत्रलेखनं करोतु इति लेखनं त्यजतु पत्रलेखनं करोतु भवतः माता भवता लिखितानि पत्राणि पुनः पुनः पठन्ति भवती किमर्थं चेत् भवतः माता तस्य लिखितानि पत्राणि पत्रस्य प्रतीक्षां करोति अपि च पुनः पुनः तं पठति तानि पठन्ति इति पठन्ति इति तत्र शत्रन्तरूपं पठन्ति भवति समीचीनम् अस्ति भगिनि अस्तु तर्हि तत्र शुभभगिनी अन्ते शान्तिमन्त्रं भवति वा तदनन्तरं स्थगयामि पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्कारः धन्यवादः